नमस्कार भगिनी. नमस्ते भगिनि. श्रूयते किं भगिनि? आमां श्रूयते. तत्र जातु यदोर् लिङ्ग् इति समाप्यते किं भगिनि? समाप्तम्. इतोपि इतोपि अधिविधायकसूत्राणि सन्ति वा? न सन्ति. एकं नूतनम् अस्ति प्रायः. तदनन्तरं प्रायः इतोपि द्वयं प्रायः स्यात् खलु? 151 पर्यन्तम् इति खलु? 1, 2 or 3 मै बि देर् रेकार्डिङ्ग्. नमस्कारः. ड्रुङ्ग् लकारः इति करपत्रम् अनुवर्तते. तर्हि किं कुर्मः महोदय? तत्र आरम्भतः एकवारं पश्यामः वा? तस्य महोदय करोति सर्वे सूत्राणि एकस्मिन् आहूय मणिमहोदय करिष्यति वा? वदतु महोदय. मणिमहोदय. हेतुः अथवा हेतुमान् तस्य अर्थः उत्तधातुतः कार्यकार्यभावेन विकल्पेन लिङ्लकारः भवति इति सूत्रेण सदा कार्यं सम्भावनां कृते भवति. अनन्तरम् असम्भावनां कृते लिङ्गं ते लिङ्क्रियाधिपत्तौ धातोः समानकार्यं हेतुहेतुमद्भावः इति लिङ्निमित्तमपि अस्ति. भविष्यत्कालात् क्रियाधिपतिदातुतः लरुं भवति इति यदि भविष्यत्कालात् भवति तत्र क्रियाधिपत्तु भवति वा नास्ति वा इति न जानीमः. परन्तु कस्यचित् अनुभवस्य कारणेन उद्दिश्य अनुभवम् उद्दिश्य वदति तस्य उदाहरणमस्ति महोदय अत्र तदपि कुत्रचित् पठितवान् कुत्र अस्ति अनन्तरं वदामि महोदय. अस्तु महोदय. अनन्तरं भूतकालात् भूते च इति सूत्रेण लिङ्गितमस्ति हेतुमत्पादः अपि अस्ति. परन्तु भूतकालात् क्रियाधिपत्य धातु अस्ति चेत् लिङ् भवति नित्यम्. ओदाभ्यो सूत्रं वदति वा आ उदाभ्यः उदाभ्यः संस्कृतलिङ्गस्य पूर्वं सूत्रम् अस्ति 331-42 तः 331-5 पर्यन्तं भूतकालात् लिङ् विकल्पेन भवति. तस्य परं उदाभ्योदान्तौल्यङ्गस्य परं भूतकालात् लिङ्गकारः नित्यं भवति इति. अनन्तरम् अन्यसूत्रमस्ति गर्हायां लट् अपि जातोः निन्दाम् अर्थेन गर्हायाम् इत्युक्ते निन्दाम् अर्थः अपि. अनन्तरं जातु इति पदयोः मेलनेन धातुतः लट्लकारः प्रति कालसामान्य त्रिसुकालेषु अपि सामान्यतया वर्तमानकालात् लट् इति सूत्रं वदति वर्तमाने. परन्तु गर्हायं लट् अपि जातोः सूत्रेण त्रिसुकालेषु लट् एव भवति इति. अनन्तरं विभाषा कथं लिङ्क् इति सूत्रेण कथं शब्दयोः प्रयोगे लिङ्लकारः गर्हायमर्थेन लिङ् अथवा लिङ् विकल्पेन भवति. तत्तु लङ् भूतकालात् लङ् अथवा लुङ् भवति भविष्यत्कालात् लुट् अपि लिरुट् अपि भवति इति सूत्रं भवति. अनन्तरं किम् अर्थे लिङ् लिटौ इति सूत्रेण यदा किं शब्दः अस्ति प्रश्नवाचकः अस्ति तत्र धातुतः लिङ् किं वृत्ते अस्ति चेत् अत्र लिङ् विधिलिङ् अपि लिट् अपि विकल्पेन भवति गर्भाय मध्ये अस्ति न समीपमध्ये विकल्पेन वा किं वृत्ते इति आं महोदय विकल्पेन इति एवं मन्ये खलु तत्र तत्र लिङ् ऋतौ इत्यनेन तत्र प्रत्ययद्वयं गृहीतं भवति खलु प्रत्ययद्वयमपि गृहीतमस्ति सामान्य अर्थे किं वृत्ते गर्ता गृहार्थे अनन्तरं यत्र यत्र क्रियाधिपतिः अस्ति चेत् तदा तु तत्र भविष्यत्कालार्थे नित्यं लृङ् विधानं भवति भूतकालार्थे विकल्पेन लिङ् नो चेत् लृङ् उभयमपि विधानं भवति तत्र अनन्तरम् अन्यसूत्रमस्ति अणुकीर्ति अमसेवको अकृति अपि अत्र किं वृत्तम् अस्ति वा नास्ति वा चेत् अपि आसमानायाम् अथवा आसख्यानां च कालसामान्ये विधिलिङ्गपि लिट् अपि पूर्वसूत्रमपि लिङ् अपि लिट् अपि अस्ति अत्रापि अन्य लिट् लिङ् अपि अनन्तरं अत्र गर्भायाम् इति अर्थं नास्ति परन्तु पूर्वसूत्रेण गर्भायाम् इति अर्थमपि अत्र अणुकीर्ति अंशयोगमिति सूत्र अणुकीर्ति एकशब्दः अनन्तरम् अंशः अपि अन्यशब्दः सामान्यतया समासे अल्पाक्षरम् इति सूत्रम् इत्यनेन यस्य पदस्य अचुवर्णः अल्पः अस्ति अनन्तरम् अन्यपदमस्ति चेत् अत्र अन्यपदेन बहुषु अचुवर्णः अस्ति चेत् तस्य पदं परं भवति इति सामान्यनियमः अस्ति परन्तु अत्र अल्पाक्षरम् इति सूत्रेण न निर्मितं बहुषु अचुवर्णः अस्ति अनवक्लेत्यमस्व तस्य पदं पूर्वम् अनन्तरम् अमर्षः इति भवति अन्य नियमः अपि नास्ति अत्र किम् मीन्स् यथासङ्ख्याम् अनुसृत्य इति अपि न भवति तस्य क्रमेण प्रत्ययः अपि अनवक्लिप्ति अस्ति चेत् किं लिङ्ग् भवति अनन्तरम् अमर्षः इति अपि अस्ति चेत् लिरिट् अपि भवति लिरिट् भवति इति नियमः अस्ति परन्तु तदपि न अनुसृतम् अत्र अणुकृत्येव अमर्षः वा अपि द्वयोः अपि लिरिङ् भवति लिङ् भवति लिरिट् अपि भवति इति सूत्रं भवति लिङ्गं ते अस्ति चेत् भूतकालार्थे विकल्पेन लिङ् लिरिङ् भवति अत्रापि भविष्यत्कालार्थे नित्यं भवति इति अहं चिन्तयामि परन्तु अत्र न दत्तम् अन्य सूत्रमस्ति किं क्लास् अर्थेषु लिरिट् समानार्थः अस्ति असम्भावनायाम् असमासघनां च किं किल इति शब्दः अस्ति चेत् अस्ति इति अर्थेन भवति यदा उपपदम् अस्ति किं किल वा अथवा अस्ति इति उपपदम् अस्ति तत्र धातुतः लिरिट् भवति इति अन्यसूत्रमस्ति जातु यतो लिङ् तदेव असम्भावनमासगानां चेत् अर्थेन धातु जातु अथवा अत्रापि लिङ्गपि लिङ् भवति इति न लिरिट् भगिनी किमपि वदन्ति अस्ति जातु यतो लिङ् अद्य पठामः किं भवति वयं न कृतवन्तः पूर्वं जातु यद् अद्य पठन्तु वा पठामि वा अन्यः पठति अन्यः पठतु वा तत्र श्रूयते वा आं भगिनि पाठनीयं भगिनि जातु यद् इति स्वपदे सति असम्भवना असम्भवनाया च असहनाया च जातो भगिनी अति मन्दमस्ति ध्वनि अधुना ओके भगिनि आं सम्यक् अस्ति भगिनि अधुना जातु यदोर्लिङ् पुत्रं वदति जातु यद् इति पपते सति असम्भवानां च असहनायां च धातोः लिङ् भवति न तु किं किल अस्ति अर्थेषु इत्यस्य अपवादः यदा यद्योरुप उपसङ्खानां सङ्खानम् इति वार्तिकेन स उच्यते यत् यदा च यदि च इति उपपदेन उपपदरूपेण भवतः चेदपि लिङ्क् न तु लुट् भवति उपसङ्ख्यानाम् इत्यस्य कथनेन उपपदचतुष्टयं करणीयमस्ति नाम सङ्ख्या न्यूना अस्ति अनयोः द्वयोः अपि उपपदयोः संयोजनं स्यात् शासिकायाम् अनवक्तृप्तसमर्षयोरित्येव जातु यदि यदि यदि पच्येतस्य रूपपद उपपदयोः अनवलकृप्त अमर्ष्यो गम्यमानायोः धातोः लिङ्गयो रुपि अपवादः लुटो अपवादः सिद्धान्तकौमध्यं यस्य यदा यद्यो रूपसङ्ख्यानां वार्षिकं लुटो अपवादः जातु यत् च दातु यतो तद्यो ज्योति जातु जातु यतोः इत्येतरसन्तः जातु जातु यतौ सप्तमे विवचनार्थं लिङ् उदहान्तम् द्विपदिकं सूत्रम् अनवकृप्तमष्टयो किं वृत्ते अस्ति इत्यस्मात् अनवकृप्तम् अमर्षयो इत्यादि लिङ् निमित्ते लुङ् क्रियादिपत्तौ इति सूत्रेण अनुवर्तते भूचेतपधिकारः ओतापूजितत्वा इति अधिकारः धातोः प्रत्ययः इत्यस्य अधिकारः ओताप्यो इत्यस्मात् त्वा इति अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः निवचितैकसूत्रम् अनवपुक्तमश्रयोः धातुयोगोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते सूचेत वा त्वं क्रियादिपत्तम् एतं करोमि सूत्रमस्ति धातु यतो लिङ् धातु शब्दः यत् शब्द उपपदे अस्ति चेत् असम्भावनायमर्थेव असहनायां अर्थे धातुतः लिङ् भवति न तु अपवादसूत्रः किं किला अस्ति अर्थेषु लुक् अपवादपुस्तकम् अन्यविषयमस्ति यदा यद्योरुपसङ्ख्यानं सङ्ख्यानम् इति एतत् वार्तिकमस्ति वार्तिकम् इति यत् यदा चा यदि चा इति उपपदरूपेण भवति चेत् अपि सूत्रं वदति यद्येव, परन्तु वार्तिकं वदति यदा यदि अस्ति अस्ति उपपदे सति अधातुकः लिङ्कारविदुलते असम्भावना असहनायाम् अस्ति लुङ् भवति न तु लुट् उपसङ्ख्यानाम् इत्यस्य अर्थं किम् इत्युक्ते सुपत्पदचतुष्टयम् अस्वीकरणीयम् अस्ति नाम सङ्ख्या न्यूना इति एतयोः उपपदयोः अनवत् अमर्षयो गम्यमानधातोः लिङ्क्तयोः भवति नामकं भवति अपरं पठामि उपसङ्ख्या इति अत्र सूत्रमस्ति तद् तद्विषयम् उपसङ्ख्या अर्थं किम् इति चेत् अत्र उपपदचतुष्टयं ग्रहणीयमस्ति नाम सङ्ख्या न्यूना अस्ति किञ्चित् श्रुतं भगिनि तत्र अत्र तद् न अवगतं वा तत्र उपसङ्ख्यानम् इति वार्तिकमस्ति वार्तिकं किमर्थम् उक्तं भवति इत्युक्ते वार्तिकानि तत्र सूत्रे किमपि अनुक्तमस्ति दुरुक्तमस्ति चेत् वार्तिकं भवति खलु तर्हि वार्तिकं किं वदति यदा यदि यदियोरुपसङ्ख्यानम् इत्यनेन किं वदति इत्युक्ते यदा च यदि च उपपदरूपेण यदा भवति तदा न केवलं लिङ्लकारः अपि तु लृट् अपि भवति लिङ् न तु लृट् भवति वा लिङ् भवति न भवति भगिनि लिङ्गेव भवति न तु लृट् इति आम् उपपदरुच्छेदपि लिङ्गेव भवति न तृ चेत् उपपदरूपेण भवतः चेदपि केवलं द्वयं दत्तमस्ति जातु यदा तत्र यत् एव दत्तमस्ति खलु सूत्रे तु यदि सूत्रे तु यत् इति एव दत्तमस्ति जातु अनन्तरं यत् इति दत्तमस्ति तर्हि यदि इति न गृहीतं खलु सूत्रे यदा यदि इति न गृहीतं सूत्रे यदा यदि इति न हि गृहीतम् इति कृत्वा त्रयाणामपि तत्र ग्रहणं भवतु इति कृत्वा उपसङ्ख्यानम् इत्यनेन अत्र गृहीतमस्ति आहत्य चत्वारि उपपद जातु यदि इति चत्वारि उपपदानि समीचीनं तदनन्तरं सामान्यतया तत्र द्वन्द्वसमासे वदन्ति खलु तत्र न्यूनाक्षरं यत् अस्ति तत् पूर्वं भवति चेत् तद् भवति खलु तदेव खलु अत्र उपसङ्ख्यानम् इत्यस्य कथनेन उपपदचतुष्टयमपि गणनीयं भगिनी यदा उक्तवती उपपदचतुष्टयमपि चत्वारि उपपदानि गणनीयानि इति एक एव लकारः अस्ति समीचीनम् इति अत्र तु तत्र तत्र किम् अस्ति यथासङ्ख्यम् उपदेश समानम् इत्यस्य आवश्यकता नास्ति नास्ति नास्ति एकमेव उक्तमस्ति अस्तु अवगतं भगिनि अत्रापि लृटः लृङ् प्राग्वत् इति अस्ति इत्युक्ते यत्र क्रियातिपतिः लिङ् निमित्तम् अस्ति न अत्र लिङ् लकारस्य प्रयोगः अस्ति अस्मिन् सूत्रे यदि लिङ् निमित्तं भवति तत्र लिङ् अपि आगच्छति क्रियातिपतिः अपि अस्ति तत्र धातु इति धातु इत्यस्य वयं पूर्वं पठितवन्तः खलु अपि जातोः इति तर्हि अत्र जातु इति तत्र सामान्यजातु इत्यत्र अस्ति गर्हार्थे तद् लट् भवति अत्र तु किम् अस्ति असम्भावना तत्र अनवक्लिप्ति अमर्षयोः अर्थे यदि जातु इति गृह्यते चेत् अस्य सूत्रस्य प्रसक्तिः अरुणा भगिनी पूरितवती वा पठितवती वा पूर्णतया समीचीनं धन्यवादः सरला भगिनी उदाहरणवाक्यानि पठति वा भगिनि आं भगिनि पूर्वं गर्हायां लति जातु अपि इति दृष्टवन्तः इदानीं केवलं जातु अस्ति अस्मिन् सूत्रे अपि नास्ति अस्तु सिद्धान्तकौमुद्यां निर्दिशनम् अस्ति जातु यद्यदा यदि वा त्वादृशो हरिं निन्देत् न अवकल्पयामि न मर्शयामि अस्य अष्टवाक्यानि भवन्ति इदानीं सिद्धान्तकौमुद्यां यत् उक्तमस्ति जातु यद्यदा मीन्स् जातु यत् यदा यदि वा त्व अदृश्यो हरिं निन्देत् न अवकल्पयामि तो वा न मर्शयामि अनेन किं दत्तमस्ति यत् सूत्रमस्ति सूत्रे केवलं जातु अपि यत् इति उपपदे सति लिङ्ग्लकारस्य उपयोगः अस्ति अन्वक्लिप्ति असम्भवा इति असम्भावना वा अमर्ष असहना अशमा इति अर्थे अस्ति किन्तु वार्तिकं यत् अस्ति यदा यद्यो उपसङ्ख्यानाम् अनेन यदा अपि यदि द्वयोः अपि ग्रहणम् अस्ति तो अनेन चत्वारि पदानि उपपदसंज्ञा इति भूत्वा अनुक्लिप्ति अमर्ष अर्थे अत्र अस्ति तत्र लिङ्गकारस्य प्रयोगः भवति जातु यद् यदा यदि वा त्वादर्शो हरिं निन्देत् न अवकल्पयामि न मर्शयामि तो इति प्रत्येक उपपदे सति निन्दा अन्वकृपि अर्थे चत्वारि पदानि भवन्ति अमर्श अर्थे चत्वारि पदानि इति आहत्य अष्टवाक्यानि भवन्ति अत्र दत्तमस्ति जातु त्वादृशो हरिं निन्देत् न अवकल्पयामि जातु त्वादृशो हरिं निन्देत् न मर्शयामि जातु उपयोगः कृत्वा त्वां यदि हरिं निन्देत् इति अहं न सम्भवयामि इति अर्थम् आगच्छति जातु इति तादृशो इत्युक्ते भवत्सदृशः इति वा तादृशो इत्यस्य को अर्थः त्वम् इति यदि हरिं निन्दा करोति इति भवति न तादृशम् अधोभागे दत्तमस्ति त्वम् इव व्यष्टि हरिं निन्दा कुर्यात् इति अस्ति तादृशं तादृश इति त्वत्सदृश इति वा ऐ मीन् ऐ डोण्ट् एक्स्पेक्ट् यू टु बी डूङ्ग् निन्दा इट्स् लैक् देट् त्वादृशो इति रैट् त्वं सदृश इति यथा भवतः केरेक्टर् अस्ति तत् समानम् इति कृष्णस्य केरेक्टर् भवत् समानम् इति वा न त्वं यदि हरिं निन्दां करोति त्वम् इति यत् अस्ति साधु पुरुष ब्लेम् कृष्ण इति खलु इदानीं न ब्लेम् करोति सः यदि वा ब्लेम् करोति तदानीं कः अन्य वदति इति अहं न कल्पयामि भवान् इति कर्तुं शक्नोति वा इति. हौ केन् पीपल् लैक् यु डू इट् इति. या देट्स् रैट्. या ऐ केन् इमेजिन् देट् यु डिड् लैक् देट् यु नो देट् वे. तथा लिङ्गकारे अस्ति सो निन्द् इति यत् धातुः अस्ति यत् निन्देत् इति भवति. तदनन्तरं सन्धि अस्ति निन्देत् न अवकल्पयामः. जातु त्वादृशो हरिं निन्देत् न मर्शयामि. तत्र अमर्शत न मर्शयामि इति दत्तमस्ति. यत् उपयोग कृत्वा यत् त्वादृशो हरिं निन्देत् न अवकल्पयामि. यत् त्वादृशो हरिं निन्देत् न परमर्शयामि. यत् त्वादृशो हरिं निन्देत् न अवकल्पयामि. यदा त्वादृशो हरिं निन्देत् न मर्शयामि. यदि त्वादृशो हरिं निन्देत् न अवकल्पयामि. यदि त्वादृशो हरिं निन्देत् न मर्शयामि. सो इति चत्वारः उपपदानि प्रयुज्य वाक्यानि रचितानि सन्ति अत्र लिङ्लकारे. एकम् अस्ति अन्वक्लिप्ति अर्थे, अन्यम् अस्ति अमर्शयामि. भवती पठति वा परिच्छेदं? त्वम् इव व्यष्टिः हरेः निन्दां कुर्यान्. व्यष्टिः इति कीदृशपदम् इति? व्यष्टि महोदय उच्चारयति व्यक्ति. एक सामान्य व्यक्ति इति भवेत् इति सम्यक् रूपम् अस्ति. व्यक्ति व्यक्ति मीन्स् एकमेव इति वयं समूह अस्ति समष्टि. एकमेव अस्ति तु व्यष्टि. एक एक एव व्यष्टि इति भवति. किं किं भगिनि? यदि व्यष्टि मीन्स् व्यक्ति एकं मनुष्य एव. न तत्र तर्हि व्यक्ति इति भवेत् खलु? व्यक्ति इति भवेत् किन्तु महोदय मुद्रणदोषं नास्ति इति दत्तम् अस्ति. कुत्र इति दत्तमस्ति न उक्तवान्. पर व्यक्ति इति अर्थं व्यक्ति इति अस्ति अस्य व्यष्टि इति अस्य अर्थः. अस्तु. त्वम् इव व्यक्तिः हरेः निन्दां कुर्यात्. एतदहं कल्पनां कर्तुं न शक्नोमि अथवा सहनं कर्तुं न शक्नोमि. उक्तेषु वाक्येषु क्रमशः जातु यत् यदा यदि इत्येषां योजनं च चतुर्थु वाक्येषु असम्भावना च चतुर्षु वाक्येषु अक्षमा इति अर्थः अस्ति. जातु च यत् च जातु यदोर्लिङ् इति सूत्रेण च यदा च यदि च यदा यद्योरुपसङ्ख्यानम् इति वार्तिकेन निन्दिधातोः लिङ् विहितः इति कृत्वा निन्देत् इति रूपं भवति. अवगतं. लिङ्विधानमस्ति इति कृत्वा निन्द इति धातुतः लिङ्विधानं कृतमस्ति. लृङ् प्राग्वत् अत्र भविष्यति नित्यं लृङ् भूते वा इत्यनयोः प्रसक्तिः अस्ति. तदनुसृत्य लकारस्य प्रयोगो भवति. ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः. अतः पक्षे लृङ् लकारः अपि भवति. अनिन्दिष्यः इति अनिन्दिष्यः मध्यमपुरुषे तत्र बिकास् ही सम्बडि हु केनाट् बि क्वश्चन् बिकास् अत्र असम्भावना अस्ति खलु इति कृत्वा असम्भावाते अनिन्दिष्य हरिः तु अनिन्दिष्यः इति असम्भावः अस्ति इति कृत्वा तत्र तु लृङ्लकारः भवति इति खलु. अपि महोदय स्मारितवान् यदि अन्वक्लिप्ति अमर्षयो लिङ् लिट् भवति इति उत्सर्गसूत्रमस्ति. तदनन्तरम् आगच्छति किङ्किला तेषु लिट् तत् भवति. तत् केवलं लिट् लकारस्य प्रयोगः अस्ति. अन्वक्लिपि अन्वक्लिप्ति अपि अमर्ष तयोः किङ्किला उपपदे सति तत्र किङ्कला अपि अस्ति विद्ययो इति विद्यमान विद्यते अस्ति भवति इति अर्थे ये उपपदानि अनुक्लिप्ति अस् अमश योगे यदि अस्ति तत्र केवलं लृट् लकारस्य प्रयोगः अस्ति. पुनः जातु यदो लिङ् अत्र अनुक्लिप्ति अथनायाम् अर्थे केवलं लिङ् लकारस्य प्रयोगः अस्ति यदि या जातु यदो यत् यदा इति अस्ति. अत्र चतुर्षु अपि तत्र अन्वक्लुप्ति आमर्षयोः इति अनुवादः तथैव अस्ति. किन्तु कानि उपपदानि सन्ति तेषां योगे यत् अस्ति तस्य लकारस्य भेदः भवति. पुनः वदति वा भगिनि आरम्भतः? अन्वक्लुप्ति अमर्षयो अस्मिन् सूत्रे लङ् लिङ् लकार अपि लिट् लकार द्वयोः प्रयोगः अस्ति. यदि अन्वक्लिप्ति अमर्ष किङ्क्ला वा अस्ति अर्थे उपपदे सति तत्र केवलं लिट् लकार अस्ति. यदि जातु यदा यदि यत् अनेन योगे अन्वक्लिप्ति वा अमर्ष अस्ति तत्र केवलं लिङ् लकार अस्ति. तो किं पदम् उपपदसंज्ञा अस्ति तस् तत् अनुसृत्य लकारस्य भेदः अस्ति. चतुर्षु अपि लृङ् प्राग्वत् इति भवति खलु? आम्, लिङ् प्राग्वत् किङ्क्ला अस्ति नास्ति, केवलं लिट् लकारस्य प्रयोगः अस्ति तत्र. तत्र लिङ् लकार नास्ति. यथा जातु अपि लट् लकार अस्ति, तत्र अपि लिङ् लकार नास्ति. तु तत्र लिङ् लकार न आगच्छति, कारण लिङ्गि न यद् लिङ् नास्ति तत्र लिङ् कथं भवितुं शक्नोति. तु किङ्क्लास्तेषु लट् लिट् तत्र लिङ् लकार न भवति. व्यष्टिः इत्यर्थ इत्यस्य अर्थम् एवं पश्यामि भगिनि. वि वस् तिन् इति फलम् इति अर्थं पश्यामि. समृद्धिः, फलं, स्तुतिः, प्रकाशः, व्यष्टि इत्यस्य वा तद् न पश्यामि. समृद्धिः, स्तुतिः, फलम् इति पश्यामि. फ्रूट् कान्सिक्वेन्स् इन्क्रीस् प्रास्पेरिटि प्रैस् टु अबैड् इति. तावदस्ति खलु? या यदि वयं पूजा कुर्मः तत्र व्यष्टिः अस्ति, समष्टि यदि सर्वे मिलित्वा कुर्वन्ति पूजा तत्र समष्टि इति अस्य प्रभावः अधिकं भवति. यदि व्यष्टि यदि केवलं एकमेव मनुष्य करोति तत्र प्रभावः तस्य इति वयं वदामः. समष्टि इत्यस्य अश् धातुः अस्ति इति पश्यामि. व्यष्टि इत्यस्य वस् धातुः इति पश्यामि. एकनिमिषम्. द्वयोः धातुः समानं भवेत् तद् अस्य व्याप्तौ इति धातुः तत्र तिन्न अष्टि इति भवति. वि अष्टि व्यष्टि इति तत्र भवति स्म भगिनि, प्रायः तथा स्यात्. वि इति उपसर्गं स्थापयामि. व्यष्टि तथा स्यात् भगिनि. व्याप्तौ इति यत्र व्याप्तिः नास्ति, एकः एव करोति इति व्यष्टि इति. मम अवगमनमस्ति, स्वामिनः इति श्रुतवती व्यष्टि समष्टि. विरमामः वा? अस्तु भगिनि, धन्यवादः. धन्यवादः. अस्तु.